पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 46 सुकलोवाच स्वसंतीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलां सुदेवाव कृपया विष्टा गत्वा तां दुःखितां प्रति अभिषिच्य मुखं तस्याशीतलेनोदकेन च पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीं पुण्येन शीततोयेन सा उवाच भिषिञ्चतीम् उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियां सुखं भवतु ते देवि अभिषिक्ता त्वया यदि सम्पर्काद्दर्शनात्तेद्य गदो मे पापसञ्चयः तदा कर्ण्य महद्वाक्यमद्भुताकारसंयुतं चित्रमेदन्मया दृष्टं कृतं तेनामयं वचः पशु जातिमदीचेयं सौष्ठवं भाषदे स्फुटं स्वरव्यञ्जनसम्पन्नं संस्कृतमुत्तमं मम हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमं तत्रस्तासा महाभागा तं पदिं वाक्यमब्रवीद पश्य राजन्नपूर्वेयं संस्कृतं भाषदे महत पशु योनिगदा चेयं यथा वै मानुषो वदेद तदा कर्ण्य ततो राजा सर्वज्ञानवदां वरः अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया तामुवाच ततो राजा सुदेवां सुप्रियां तदा पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ स सुकरीं का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु पशुयो निगदा त्वं वै भाषसे मानुषं वचः सौष्ठवं ज्ञानसम्पन्नं वद मे पूर्वचेष्टितं भर्तुश्चापि महाराज भटस्यास्य महात्मनः कोऽयं धर्मो महावीर्यो गदस्वर्गं पराक्रमैः आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद एवमुक्त्वा महाभागा विरराम नृपप्रिया शूकर्युवाच यदि पृच्छसि मां भद्रे ममास्य च महात्मनः तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् अयमेष महाप्राज्ञो गन्धर्वो गीतपण्डितः रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः मेरुं गिरिवरश्रेष्ठं चारु कन्दरनुर्चरं तमाश्रित्य महातेजा पुलस्त्यो मुनिसत्तमः तपश्चचार तेजस्वी निर्व्यलीकेन चेदसा विद्याधरस्तत्र गदस्वेच्छया स महाप्रभो तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसदे तदा स्वरतालसमुपेतं सुस्वरं चारुहासिनि गीतं श्रुत्वा मुनिस्तस्य ध्यानाचलितमानसः गायन्तं तमुवाचेदं गीतविद्याधरं प्रति भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा सुस्वरेण सुपुण्येन तालमानेन पण्डित लययुक्तेन भावेन मूर्च्छना सहितेन च मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तद् गीतविद्याधर उवाच आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किं दुःखं ददेन कस्यापि सुखदो नृषु सर्वदा गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः शम्भुश्चापि समानीदो गीतध्वनिरदो द्विज गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् शृङ्गाराद्यारसा सर्वे गीतेनापि प्रतिष्ठिताः शोभा मायान्तिगीतेन वेदाश्चत्वार उत्तमाः गीतेन देवता सर्वास्तोषमायान्दिनान्यथा तदेवं निन्दसे गीतं मामेवं परिचालयेः अन्यायोऽयं महाभाग तवैव इह दृश्यते पुलस्त्य उवाच सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् शृणु त्वं मामकं वाक्यं मानं त्यज महामदे नाहं गीतं प्रगुत्सामि गीतं वन्द्यामि नान्यथा विद्याश्चतुर्दशैवैदा एकी भावेन भावदाः प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च तपश्च तद्वन्मन्त्राश्च सुसिद्ध्यन्त्येकचिन्तया कृषिकाणां महावर्गश्चपलो मम सम्मदः विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः यत्र शब्दं न रूपं च युवती नैव तिष्ठति मुनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थमेव हि अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः न पश्येम वयं वीरतिष्ठामो वनसंस्थिताः अन्यस्थानं प्रयाहित्वं नो वा वयं व्रजामहे गीतविद्धाधर उवाच इन्द्रियाणां बलं वर्गं जिदं येन महात्मना सजयी कथ्यते योगी स च वीरः साधकः शब्दं श्रुत्वाथवा दृष्ट्वा रूपमेवं महामदे चलते नैव योध्यानात् सधीरस्तप साधकः भवांस्तु तेजसाहीन इन्द्रियैर्विचिदो यतः स्वर्गेऽपि नास्ति सामर्थ्यं मम गीतस्य दर्शने वर्जयन्ति वनं सर्वे हीनवीर्यान संशयः अयं साधारणो विप्र वनदेशो न संशयः देवानां सर्वजीवानां यथा मम तथा तव कथं गच्छाम्यहं त्यक्त्वा वनमेव मनुत्तमम् यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा एवमाभाष्यतं विप्रं गीतविद्याधरस्तदा समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरं चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेद क्षमां कृत्वा जगामाथ अन्यस्थानं द्विजोत्तमः तपश्चचारनिर्मात्मा योगासनगदः सदा कामं क्रोधं परित्यज्य मोहं लोभं तथैव च सर्वेन्द्रियाणि संयम्य मनसा सममेव च एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः सुकलोवाच गते तस्मिन् महाभागे पुलस्त्ये मुनिपुङ्गवे कालादिष्टेन तेनापि गीतविद्याधरेण च चिन्तितं सुचिरं कालं न दृष्टोऽयं भयान् मम क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ज्ञात्वा पद्मात्मज सुतमेकान्तवनशालिनीं गतो वाराहरूपेण तस्याश्रममनुत्तमम् आसनस्थं महात्मानं तेजोज्ज्वालासमाविलं दृष्ट्वा चकारवैक्षोभं तस्य विप्रस्य भामिनि दर्शयेन्नियदं विप्रं तुण्डाग्रेण कुचेष्टया पशुं ज्ञात्वा महाराजक्षमदे तस्य दुष्कृतं मूत्रयेत्पुरध कृत्वा विष्ठां च कुरुते तदः नृत्यदे क्रीडदे तत्र पतति प्रोच्चलेत् पुनः पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपदे एकदादु तथायदे तेन रूपेण वै पुनः अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा रोदनं च कृतं तत्र गीतं गायति सुस्वरं तथा तमागतं विप्रो गीतविद्याधरं नृप चेष्टितं तस्य वै दृष्ट्वा को निरेष भवेन्न हि ज्ञात्वा तस्य दुवृत्तान्तं मामेवं परिचालयेत् पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि सुकोपमुनिशार्दूलत्तं शशाप महामतिः यस्माच्छूकररूपेण मामेवं परिचालयेः तस्माद्व्रज महापाप पापयोनिं तु शौकरीं शप्तस्तेनापि विप्रेण गदो देवं पुरन्दरं तमुवाच महात्मानं कम्पमानो वरानने शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया तप एव हि कुर्वन् सन् दारुणं मुनिपुङ्गवः तस्मात् तपःप्रभावतु चालितः क्षोभितो मया शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् पशुयोनिं गतं शक्रमामेवं परिरक्षय ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च तेन सार्धं गतश्चेन्द्रस्तं मुनिं पर्यभाषत दीयतामनुग्रहो नाथसिद्धिज्ञोऽसि द्विजोत्तम क्षम्यतां मुनिवर्यास्मिन् प्रियतां शापमोक्षणं इति सम्प्रार्थितो विप्रो महेन्द्रेणाह पृष्ठधीः पुलस्त्य उवाच वचनात्तव देवेश क्षन्तव्यं च मयापिः भविष्यति महाराज मनुपुत्रो महाबलः इक्ष्वाकुर्नामधर्मात्मा सर्वधर्मानुपालकः तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः यदत्ते सर्ववृत्तान्तं शूकरस्य निवेदितम् आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि मया च पातकं घोरं कृतं यत्पापया पुरा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे षट्चत्वारिंशोऽध्यायः ओम्।